पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 21 नारद उवाच ततो गच्छेद राजेन्द्र विहगेश्वरमुत्तमं दर्शनात् तस्य राजेन्द्रमुच्यते सर्वपादकैः ततो गच्छेद राजेन्द्र नर्मदेश्वरमुत्तमं तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते अश्वतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेद सुभगो दर्शनीयश्च भोगवान् जायते नरः पितामहं ततो गच्छेद्ब्रह्मणा निर्मिदं पुरा तत्र स्नात्वा नरो भक्र्या पितृपिण्डं तु दापयेत् तिलदर्भविमिश्रं तु उदकं तु प्रदापयेत् तस्य तीर्थप्रभावेण सर्वं भवति चाक्षयम् सावित्री तीर्थमासाद्य यस्तु स्नानं समाचरेद विधूय सर्वपापानि ब्रह्मलोके महीयते मनोहरं च तत्रैव तीर्थं परमशोभनं तत्र स्नात्वा नरो राजन् पितृलोके महीयते तदो गच्छेद राजेन्द्र मानसं तीर्थमुत्तमं तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते तदो गच्छेद राजेन्द्र क्रदुतीर्थमनुत्तमं विख्यातं सर्वलोकेषु सर्वपापप्रणाशनम् यान्यान् प्रार्थयदे कामान् पशुपुत्रधनानि च प्राप्नुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप ततो गच्छेद राजेन्द्र त्रिदशद्योतिविश्रुतं तत्र ता ऋषिकन्यास्तु तपस्तप्यन्ति सुव्रताः भर्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः प्रीतस्तेषां महादेवश्चण्डरूपधरोहरः विकृतानन भीभत्सस्तच्च तीर्थमुपागतः तत्र कन्या महाराज वराय परमेश्वरः कन्यारुद्धिं च यः सेवेत् कन्यादानं प्रयच्छति तीर्थं तत्र महाराज दशकन्येति विश्रुतं तत्र स्नात्वार्चयेद्देवं सर्वपापैः प्रमुच्यते ततो गच्छेद राजेन्द्रस्वर्गबिन्दुरिति श्रुतम् तत्र स्नात्वा नरो राजन् दुर्गतिं च न पश्यति अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् क्रीडते नागलोकस्थोऽप्सरोभिः सह मोददे ततो गच्छेद राजेन्द्र नरकं तीर्थमुत्तमम् तत्र स्नात्वार्चयेद्देवं नरकं च न गच्छति भारभूतं ततो गच्छेदुपवासपरायणः एतत्तीर्थं समासाद्य अवतारं तु शाम्भवम् अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते तस्मिंस्तीर्थे नरस्नात्वा भारभूते महात्मनः यत्र तत्र मृतस्यापि ध्रुवं गणेश्वरी गतिः कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम् अश्वमेधाच्छदगुणं प्रवदन्ति मनीषिणः दीपकानां शतं कृत्वा कृतपूर्णं तु दापयेद् विमानैः सूर्यसङ्काशैः व्रजते यत्र शङ्करः वृषभं यः प्रयच्छेद शङ्खकुन्देन्दुसन्निभं वृषयुक्तेन यानेन रुद्रलोकं स गच्छति चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च यथा शक्त्यनुराजेन्द्र भोजयेत् सह दक्षिणं तस्य तीर्थप्रभावेण सर्वं कोटिगुणं भवेद् नर्मदाया जलं स्वीकृत्वा अर्चयित्वा वृषध्वजं दुर्गतिं च न पंश्यन्ति तस्य तीर्थप्रभावदः यदतीर्थं समासाद्य यस्तु प्राणान् परित्यजेद् सर्वपापविशुद्धात्मा व्रजते यत्र शङ्करः जलप्रवेशं ह्यकुर्यात् तस्मिंस्तीर्थे नराधिप हंसयुक्तेन यानेन रुद्रलोकं स गच्छति यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः गङ्गाद्या सरितो यावत् तावत् स्वर्गे महीयते अनाशनं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप गर्भवासे तु राजेन्द्र न पुनर्जायते नरः तदो गच्छेद राजेन्द्र अडवीतीर्थमुत्तमं तत्र स्नात्वा नरो राजन्निन्द्रस्यार्धासनं लभेद शृङ्गतीर्थं ततो गच्छेत् सर्वपापप्रणाशनं तत्रापि स्नातमात्रस्य ध्रुवं गणेश्वरी गतिः एरण्डी नर्मदायाश्च सङ्गमं लोकविश्रुतं तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् उपवासपरो भूत्वा नित्यं ब्रह्मपरायणः तत्र स्नात्वा तु राजेन्द्रमुच्यते ब्रह्महत्यया ततो गच्छेद राजेन्द्र नर्मदो दधिसङ्गमं जमदग्निरिदिख्यादं सिद्धो यत्र जनार्दनः यत्रेष्ट्वा बहुभिर्यज्ञैः इन्द्रो देवाधिपो भवद तत्र स्नात्वा नरो राजन्नर्मदो दधिसङ्गमे त्रिगुणस्याश्वमेधस्य फलं प्राप्नोति मानवः पश्चिमो दधिसायुज्यं मुक्तिद्वारविखाडनं तत्र देवा सगन्धर्वा ऋषयसिद्धचारणाः आराधयन्ति देवेशं त्रिसन्ध्यं विमलेश्वरं सर्वपापविशुद्धात्मा रुद्रलोके महीयते विमलेश्वरपरं तीर्थं न भूतं न भविष्यति तत्रोपवासं कृत्वा ये पश्यन्ति विमलेश्वरं सर्वपापविशुद्धात्मा रुद्रलोकं व्रजन्ति ते ततो गच्छेद राजेन्द्र केशिनीतीर्थमुत्तमं तत्र स्नात्वा नरो राजन्नुपवासपरायणः उपोष्य रजनीमेकां नियदो नियताशनः तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरं योजनाभ्यन्तरे तिष्ठे दावर्ते संस्थितशिवः तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्नसंशयः सर्वपापविनिर्मुक्तो यत्र रुद्र स गच्छति नर्मदासङ्गमं यावद्यावच्चामरकण्टकं तत्रान्तरे महाराजन् तीर्थकोट्योदकस्थितः तीर्थात्तीर्थाटनं चर्या ऋषिकोडिनिषेविदा अग्निहोत्रैश्च दिव्यांशैः सर्वैर्ज्ञानपरायणैः सेवितास्तेन राजेन्द्र ईप्सितार्थप्रदायिकाः यश्चेदं वै पठेन्नित्यं शृणुयाद्वापि भक्तिदः तं तु तीर्थानि सर्वाणि अभिषिञ्चन्ति पाण्डव नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः प्रीतस्तस्य भवेद्रुद्रो मार्कण्डेयो महामुनिः वन्ध्या च लभते पुत्रान् दुर्भगा सुभगा भवेद कुमारीं लभते भर्ता यच्च यो वाञ्छते फलं तदेव लभते सर्वं नात्र कार्या विचारणा ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेद् वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिं मूर्खस्तु लभते विद्यां त्रिसन्ध्यं यः पठेन्नरः नरकं च न पश्येद वियोनिं च न गच्छति इति श्रीपाद्मे महापुराणे स्वर्गखण्डे एकविंशोऽध्यायः ॐ